कर्मानुष्ठानं सम्यक् न भवति द्रव्यसम्पादनाय एव अत्र द्रव्यसम्पादनं नाम वस्तूनां सङ्ग्रहणाय एव अधिकः श्रमः भवति तत्रैव कामक्रोधाः उत्पद्यन्ते भावः नश्यति भक्तिः न तिष्ठति भारद्वाजेन शान्तिपर्वणि महाभारते कदाचित् मया समिधां लक्षणानि दृष्टानि सत्यं तादृशानि तादृशः समिधः लब्धुं बहु कठिनः भारतात् एवम् एतावद् आनायितवान् तस्मिन् प्रायेण केचन एव लक्षणलक्ष्याणि भवन्ति अस्तु